स्वरः अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतं. विषयः अस्ति सानिवतादेशो अनल्विदौ इति विषयः. तत्र सानिवतादेशो अनल्विदौ इति सूत्रम् अस्माभिः अधीतं. तदनन्तरम् अचः परस्मिन् पूर्वविदौ इति सूत्रमपि अधीतं. परनिमित्तिकः अजादेशः सानिवद् भवति पूर्वविदौ कर्तव्ये इति अचः परस्मिन् पूर्वविदौ इति सूत्रं. तस्य निषेधकसूत्रम् अस्ति न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वर दीर्घजश्चर्विदिषु इति सूत्रं. तस्य अध्ययनं जायमानमस्ति. सूत्रं वदति अत्र केषु स्थलेषु अजः परस्मिन् पूर्वविदौ इत्यस्य कार्यं न भवति, तस्य निषेधः कुत्र कुत्र भवति इति अनेन सूत्रेण उच्यते. इत्युक्ते पदान्तकार्यम् अस्ति चेत् अजः परस्मिन् पूर्वविदौ इति कार्यं न भवति. यत्र द्वित्वकार्यम् अस्ति तत्रापि अतः परस्मिन् पूर्वविदौ इति कार्यं न भवति. यत्र तत्र वरच् इति प्रत्ययः अस्ति तत्रापि अतः परस्मिन् पूर्वविदौ इत्यस्य कार्यं न भवति. यलोपविदौ न भवति, स्वरविदौ अपि न भवति. सवर्णविदौ यत् सवर्णकार्यं वर्तते तत्रापि न भवति इति एतावत् अस्माभिः अधीतम्. इदानीम् अग्रे तत्र अनुस्वारविधिः, दीर्घविधिः, जश्विर्विः, चर्विधिः इति इतोपि चत्वारः अवशिष्टाः. तर्हि तत्र अनुस्वारः विधिः इति इदानीं स्वीकुर्मः. तत्र उदाहरणं वयं साक्षात् पश्यामः. अनुस्वारविधिः अनुस्वारविधिः सप्तमः बिन्दुः अनुस्वारविधिः इति, ततः अग्रे गन्तुं शक्नुमः. तत्र सरस्वती भगिनी पठितुमिच्छति वा? आं भगिनि. अनुस्वारविधिः अनुस्वारविधौ परनिमित्तिकः अजादेशः स्थानिवद्भावं न प्राप्नोति. यथा श्रेष्ठु विश्लेषणे इति रुदादिगणीयधातुतः लट् लकारे प्रथमपुरुषे एकवचने झि इति प्रत्ययः विधीयते. शेषयोग लट् अत्र शेषयोग झि, झोन्त इत्यनेन झ इति प्रत्ययस्य स्थाने अन्त् इति आदेशः भवति, अतः भवति शेषयोग अन्त योग इ. शेषयोग अन्ति इदानीं रुदादिभ्यः श्नम् इत्यनेन श्नम् प्रत्ययस्य विधानम्. श्नम् इति प्रत्ययः मित् अस्ति, अतः मिदचोन्त्यात् परः इत्यनेन अचां मध्ये यः अन्त्यः तस्मात् परः तस्यैव अन्तावयवः मित् स्यात्. श्नम् इति प्रत्ययः श्रिष् इति धातौ अन्तिमस्वरात् परमायाति. एतावत् वदामि वा भगिनि? आम् अवश्यम्. शिष्योग लट् अत्र प्रथमपुरुष बहुवचने झि आगच्छति, तर्हि शिष्योग झि. इदानीं झोन्तः कार्यं करोति. झोन्त इत्युक्ते झ झ झकारस्य स्थाने अन्त भवति. तर्हि इदानीं शिष्योग अन्तयोग इ अवशिष्यते, तर्हि झ शिष्योग अन्ति भवति. रुदादिभ्यः धातुः अस्ति, रुदादिभ्यः गणस्य धातुः अस्ति, अतः रुदादिभ्यः श्नम् अनेन श्नम् प्रत्यय आगच्छति. श्नम् इदानीं मित् अस्ति, अतः मिदचुन्त्यात् परः अनेन अन्तिम अच् अच् वर्णात् अनन्तरम् आगच्छति, अतः नकार श्नम् तदा आगच्छति. अतः श्रीयोग श्नम् योग षकार एवं भवति, तर्हि षकार मकारस्य इत्संज्ञा भवति, केवलं न अवशिष्यते. इदानीम् अग्रे पठानि वा भगिनि? आम् अग्रे अग्रिमपरिच्छेदं पठव्यम्. अस्तु. श्रीयोग न योग षकार योग अन्ति. तर्हि इदानीं अस्यां स्थित्यां नकार इदानीम् अन्ति यदस्ति तद् अपित् अस्ति, इत्युक्ते सार्वधातुकम् अपित् अनेन नित् भवति, अतः श्नसोरलोपः सूत्रस्य कार्यं भवति. अधुना श्नसुरलोपः इति सूत्रेण श्नम् इति विकरणप्रत्ययस्य च अस् धातोः च अङ्गस्य अकारस्य सार्वधातुके कितिनिति प्रत्यये परे लोपः भवति। अतः नकारोत्तरस्य अकारस्य लोपः भवति। श्रीयोगनकार अ प्रकार योग अन्ति अकारस्य लोपः भवति अन्ति इति निति सार्वधातुके परे। तर्हि अत्र श्नसुरल्लोपस्य कार्यं भवति। अतः अल्लोपः श्नसुर अल्लोपः श्नम् तथा अस्धातो परम्। अतः अत्र केवलं निति किति सार्वधातुके परे अत्र अन्ति एतत् पित् अस्ति सार्वधातुकम् अपित् अनेन सूत्रेण नित् भवति। अतः अत्र नकारोत्तरस्य अकारस्य लोपः भवति। अतः अवशिष्यते श्रीयोग नकारयोग शयोग अन्ति। अग्रे अपि पठामि वा? न, बहु सम्यक् भगिनि, धन्यवादः, सम्यक् अस्ति। तर्हि तत्र शिष्टिति धातुः रुदादिगणीयधातुः प्रथमपुरुषे बहुवचने अन्ति इति प्रत्ययः झोन् झि इति प्रत्ययः तत्र अन्तादेशः भवति झोन्तः इत्यनेन अतः शिष् योगः अन्ति रुदादिभ्यः श्नम् इत्यनेन श्नम् विकर्णप्रत्ययः आयाति अतः शिनस् योगः अन्ति अन्ति इति प्रत्ययः मूलतः अपित् प्रत्ययः अतः निद्वद् भवति सार्वधातुकम् अपित् इत्यनेन निद्वद् भवति इति कृत्वा तत्र श्नसोरल्लोपः इत्यनेन कितिनिति सार्वधातुकप्रत्यये परे तत्र श्नम् इति प्रत्ययस्य अकारस्य लोपः भवति। तर्हि अकारस्य लोपः अभवत्। तर्हि इदानीं श्रीयोगः न योगः श योगः अन्ति अकारलोपः जातः। तर्हि इदानीं तत्र एतादृश प्रसङ्गे किं सूत्रम् अत्र प्रसक्तम् अस्ति अग्रे? सम्यक्, नश्यपदान्तस्य जलि इत्यनेन किं किं कार्यं भवति? अनुस्वारादेशः भवति। तर्हि इदानीं तत्र तत्र विजयलक्ष्मी भगिनी भवती चिन्तयतु तत्र इदानीं तत्र सानिवद्भावः यस्य अकारस्य लोपः जातः तत्र सानिवद्भावः भवति वा न वा इति चिन्तनं करोतु। नसोर् अल्लोपः इत्यनेन अकारस्य लोपः जातः। इदानीं शी नकारः श अन्ति इति स्थितिः अस्ति। अत्र नश्चापदान्तस्य झलि इति सूत्रस्य कार्यं भवति। यदि अनुस्वारस्य अतः परस्मिन् पूर्वविधौ इत्यनेन अकारस्य स्थानिवद्भावः क्रियते तदा नश्चापदान्तस्य झलि इति सूत्रस्य निमित्तं न पूरितं भवति। अपदान्तनकारस्य एव झलि परे अनुस्वारादेशः भवति। अत्र पूर्वविधौ कर्तव्ये पूर्वविधौ अजादेशस्थाने उक्तः परन्तु अत्र न पदान्त द्विर्वचनवरेयलोपस्वर सवर्णानुस्वार दीर्घजश्च विधिषु इति सूत्रेण अचः परस्मिन् पूर्वविधौ इत्यस्य कार्यं निषिध्यते, अतः नकारस्य अनुस्वारादेशो भवति। किमर्थं तत्र केन आधारेण अत्र निषिध्यते, केन आधारेण? अत्र सूत्रे अस्ति खलु सवर्णानुस्वार अनुस्वारदीर्घजश्च, अत्र अनुस्वारादेशः भवति चेत् अचः परस्मिन् पूर्वविधौ इति सूत्रस्य कार्यं निषिध्यते। सम्यक् इति कृत्वा तत्र निषेधः, तत्र नकारस्य अनुस्वारादेशः भवति, यतोहि नकारः अपदान्तनकारः अस्ति, अपि च झल् वर्णः परे अस्ति इति कृत्वा शिङ् इति भवति, शिङ्श् इति भवति। अचः परस्मिन् पूर्वविधौ इत्यस्य कार्यम् अत्र निषिध्यते। अग्रे पठानि वा? न, एकक्षणं। सम्यक् इति एतावता अवगतं खलु सर्वैः, अत्र किमपि तत्र विशेषः नास्ति, यथा अस्माभिः पूर्वं चर्चितं तथैव अत्र अस्ति। अतः परस्मिन् इदानीं स्थानिवतादेशो अनल् विधौ इत्यस्य विषये किमस्ति? स्थानिवत् आदेशो अनल् विधौ अत्र अकारस्य निमित्तं तु न अपेक्षितः नश्चापदान्तस्य झलि इत्यस्य कृते, अतः स्थानिवत् आदेशो अनल् विधौ, अल् विधि नास्ति खलु, अतः अनल् विधौ। ओ, अनल् विधौ, अनल् विधिः चेत् तत्र किं भवेत्? अनल् विधिः चेत् अकारस्य स्थानिवद्भावः भवति, परन्तु अशास्त्रीयकार्यं भवति इति कृत्वा नायते। आम्, तावदेव तावदेव इत्युक्ते स्थानिवद्भावः स्वीक्रियते चेत् नश्चापदान्तस्य जलि इत्यस्य कार्यं न भवितुम् अर्हति इति कृत्वा स्थानिवद्भाव आदेशो अनल् विधौ इत्यनेन निषेधः जायते, अभावकार्यम् अस्ति इति कृत्वा तत्र स्थानिवद्भावः न स्वीक्रियते तेन सूत्रेण। अस्तु, समीचीनम्। अस्तु, अग्रे पठतु भवती। किन्तु अचः परस्मिन् पूर्वविधौ इत्यनेन पूर्वविधौ कर्तव्ये अजादेशः स्थानिवद् भवति, अतः अनुस्वारोत्तरवर्ती अकारः स्थानिवत्, शिन् योगः अ, शिन् अ शकारः, अपि च अन्ति इति स्थितिः अस्ति, भवति स्म, अतः नश्चापदान्तस्य झलि इति सूत्रेण अनुस्वारादेशः नैव प्राप्यते, यतोहि नकारस्य अनन्तरं झल् वर्णः न दृश्यते, परन्तु अचः परस्मिन् पूर्वविधौ इत्यनेन यः स्थानिवद्भावः प्राप्तः अस्ति तस्य निषेधः क्रियते, न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु इति सूत्रेण अनुस्वारविधौ, अतः अत्र अनुस्वारवर्णे कर्तव्ये अकारलोपः स्थानिवत् न भवति, अतः नश्चापदान्तस्य झलि इति सूत्रेण अनुस्वारादेशः जायते, शिंष् योगः अन्ति, शिंषन्ति इति रूपं सिद्ध्यति। पूर्वं यदुक्तं तदेव अत्र लिखितमस्ति। अत्र तदेव यदि अत्र नश्चापदान्तस्य झलि इत्यनेन अनुस्वारादेशः नकारस्य अनुस्वारादेशः भवति स्म। शिश् योगः अन्सि तत्र श्नसोरल्लोपः इत्यसर्वं कार्यं कृत्वा षी योगः षी न ष अन्ति इति भवति। तत्र नश्चापदान्तस्य झलि इति सूत्रेण नकारस्य अनुस्वारादेशः तृतीयकाले भवति स्म। परन्तु अचापरस्मिन् पूर्वविधौ इति लुप्तः अकारस्य स्थानिवद्भावः कृत्वा यदि अकारः पूर्वं पुनः आयाति तदा नश्चापदान्तस्य झलि इति सूत्रस्य निमित्तं न पूरितं भवति। यतोहि नकारे परे हल् वर्णः अपेक्षितः, झल् वर्णः अपेक्षितः सूत्रस्य कार्य वाट् इस् द वर्ड् भगिनि, कार्यार्थं, हा सूत्रस्य कार्यार्थं। परन्तु दीर्घसूत्रम् आयाति, वदति अनुस्वारस्य कृते न पदान्त द्विर्वचनवरेयलोपस्वर सवर्णानुस्वारदीर्घजश्चर्विधिषु इति सूत्रेण अनुस्वारविधौ अतः परस्मिन् पूर्वविधौ इति सूत्रस्य कार्यं न प्रवर्तते। अतः नकारस्य अनुस्वारादेशो भवति, भूत्वा शिंश् योगः अन्ति शिंशन्ति इति रूपं सिद्ध्यति। यतोहि अकारलोपः स्थानिवत् न भवति। सम्यक्, अनुस्वारवर्णे कर्तव्ये तत्र अनुस्वारस्य कृते तत्र स्थानिवद्भावः न स्वीक्रियते। यः स्थानिवद्भावः स्वीक्रियते चेत् अत्र दोषः भवति खलु, इष्टरूपं न सिद्ध्यति अस्मिन् प्रसङ्गे इति कृत्वा अनुस्वारविधौ स्थानिवद्भावः न स्वीक्रियते इति अत्र उक्तमस्ति। अस्तु, तर्हि अग्रे गच्छामः। दीर्घविधिः इत्यत्र उमाभगिनी पठितुमिच्छति वा? भगिनी उमा भगिनी पठामि भगिनि, आं श्रूयते, पठतु। अत्र अतः परस्मिन् पूर्वविधौ दीर्घविधिः, दीर्घविधौ परनिमित्तिकः अजादेशः अष्टमबिन्दुः, अष्टमः बिन्दुः न प्राप्तं वा? परनिमित्तिकः अजादेशः स्थानिवद्भावं न प्राप्नोति। दीर्घविधौ परनिमित्तिकः अजादेशः स्थानिवद्भावं न प्राप्नोति। यथा प्रति इति उपसर्गपूर्वकात् दिव् इति धातुतः कनि युवृषित शिराजि शिरा शिराजि दन् विद्यु प्रतिदिवः, दन् विद्यो प्रतिदिवः इति ऊनादिसूत्रेण खनिन् प्रत्ययः विद्यते चेत् प्रतियोगः दिव् योगः कनि इति भवति। कनि इति प्रत्यये सम्यकवर्णानां लोपानन्तरम् अन् इति अवशिष्यते, प्रतियोगः दिव् योगः अन् इति भवति। कनिन् कनि इति प्रत्ययः प्रत्ययः, अतः तस्य योजनेन प्रातिपदिकं लभ्यते, कृत्तद्धितसमासश्च इत्यनेन सूत्रेण प्रतिदिवन् इति प्रातिपदिकं लभ्यते, प्रतिदिवन् इति प्रातिपदिकं लभ्यते। प्रतिदिवन् इति नकारान्तः पुल्लिङ्गः शब्दः. प्रतिदिवन् नाम दिवं सूर्यः इति. अधुना प्रतिदिवत् इत्यस्मात् प्रातिपदिकात् द्वितीया विभक्तौ एकवचने ता इति प्रत्ययः विधीयते. ओके, अत्र दीर्घविधौ परनिमिषिकः अजादेशः स्थानिगद्भावं न प्राप्नोति इति वाक्यं विशदीकरणमस्ति. प्रति इति उपसर्गपूर्व उपसर्गपूर्वं दीर् इति धातु कनि इति ऊनादिसूत्रं प्रत्ययकनि इति योगेन प्रति दिव् कनिम् इति भवति. कनिं प्रत्यये इत्सम्यकवर्णानां लोपानन्तरम् अन् इति अवशिष्यते. सो प्रतिदिव अन् सो प्रतिदिव अन् इति भवति. सो प्रातिपदिकं तृप्तविधसमासश्च इति सूत्रेण प्रतिदिवन् इति प्रातिपदिकं लभ्यते. कनिनीति प्रत्ययः कीदृशप्रत्ययः? कनिनीति प्रत्ययः न जानामि भगिनि. उणादिसूत्रेण विहित इति उक्तं खलु? उणादिसूत्रेण न न अत्र उणादिसूत्रेण विहितः चेत् अत्र सः प्रत्ययः कृत् प्रत्ययः. कृत्पतेः अतः तस्य योजनेन प्रातिपदिकं लभ्यते. कृत्तकीयसमासश्च इत्यनेन सूत्रेण प्रतिदिवन् इति प्रातिपदिकं लभ्यते. प्रतिदिवन् नकारान्तः पुल्लिङ्गः शब्दः सूर्यः इति अर्थः. प्रतिदिवन् इत्यस्मात् प्रातिपदिकात् तृतीया विभक्तौ एकवचने ता इति प्रत्ययः विद्यते. समीचीनं, सम्यक्, समीचीनं, धन्यवादः. तर्हि अत्र प्रतिदिवन् इति प्रातिपदिकात् तृतीयविभक्तौ टा इति प्रत्ययः यदा विधीयते तदानीं प्रक्रियायां दीर्घविधिः आयाति. तर्हि इदानीम् अग्रे सूर्यकुमारी भगिनी पठति वा? न भगिनि. प्रतिदिवन् योगः प्रतिदिवन् योगः अधुना अल्लोपेनः इत्यनेन अल्लोपोनः इत्यनेन यस्य अन्ते अस्ति तादृशस्य भासञ्ज्ञकस्य अङ्गस्य उपधा अकारस्य लोपः भवति यचि बम् इत्यनेन सर्वनामस्थानसञ्ज्ञकप्रत्ययान् अतिरिच्य सुप्रत्ययात् आरभ्य कप्रत्ययपर्यन्तं ये प्रत्ययाः यकारादयः अजादयश्च येषु कश्चन परः अस्ति चेत् पूर्वतनशब्दस्वरूपस्य भासज्ञ भवति. अतः प्रतिदिवन् इत्यस्य भासज्ञ प्रतिदिन दिवन् इत्यस्य भासज्ञा भवति. आ इति अजादौ विभक्तिप्रत्यये परे प्रतिदिव् योगः अन् योगः आ. अत्र अन् इति भागस्य अकारस्य लोपः भवति. अर्थात् उपदास्तस्य अकारस्य लोपः जायते. प्रतिदिव् नकारः योगः आकारः इति भवति. तत्र अनेन सूत्राणि सन्ति. प्रतिदिवन् योगः ता प्रत्ययः प्रतिदिवन् योगः आ. अत्र अल्लोपो नः इति सूत्रेण अन् यस्य अन्ते अस्ति तादृशस्य भासज्ञकस्य अङ्गस्य उपदास् अकारस्य लोपः भवति अल्लोपो नः इति सूत्रेण। यचि बम् इत्यनेन सर्वनामस्थानसंज्ञकप्रत्ययान् अतिरिच्य सुप्रत्ययात् आरभ्य कप्रत्ययपर्यन्तं ये प्रत्ययाः यकारादयः अजादयः, यचि इत्युक्ते यकार अकार अजादयच्च, येषु कश्चन परः अस्ति चेत् पूर्वतनशब्दस्वरूपस्य वासंज्ञा भवति। तत्र उक्तं वासंज्ञा इति का इति, एचि बम् इत्यनेन यकार अकार सर्वनामसंज्ञकप्रत्ययान् अकार नास्ति, अचि अचि अजादि अजादि अचि आम् यकार अजादि अच् अस्ति चेत् परः सर्वनामसंज्ञक प्रत्ययपरे भास् न प्रत्ययपरे न सर्वनामसंज्ञकप्रत्ययान् विहाय अत्र सुबन्तप्रक्रियायां प्रथमपञ्चप्रत्ययानां तत्र सर्वनामस्थानसंज्ञा भवति। टु औजस् तत्र सूत्रं किमस्ति सर्वनामस्थानसंज्ञा कर्तुं संज्ञां कर्तुं केनापि वक्तुं शक्यते। सुडनपुंसकस्य सुडनपुंसकस्य इत्यनेन सुट् इति प्रत्याहारे सुऔजस् अम् औट् इति पञ्चानां प्रत्ययानां सर्वनामस्थानसंज्ञा भवति पुल्लिङ्गे स्त्रीलिङ्गे अनपुंसकस्य इति कृत्वा नपुंसकलिङ्गेन भवति, केवलं पुल्लिङ्गे स्त्रीलिङ्गे। नपुंसकलिङ्गे इतोपि विशिष्टसूत्राणि सन्ति तत् येन सर्वनामस्थानसंज्ञा भवति। तत्र केवलं प्रथमविभक्तौ बहुवचने द्वितीयविभक्तौ बहुवचने सर्वनामस्थानसंज्ञा भवति। भवति अतः प्रतिदेवन् इत्यस्य भासंज्ञा भवति अङ्गस्य भासंज्ञा अङ्गस्य भासंज्ञा निमित्तं किमस्ति भासंज्ञार्थं परः यकार अचि अस्ति चेत् अजादिप्रत्ययः भवेत्। अत्र अत्र टा इत्यत्र कः प्रत्ययः कृत् प्रत्ययः न टा इति कृत् प्रत्ययः नास्ति टा इति टा इति कीदृशप्रत्ययः सुप्रत्ययः खलु समोत्सस्ताभ्यां तर्हि इदानीं तत्र प्रतिदिवन् इति भसंज्ञा इति उक्तवती, किमर्थं तत्र भसंज्ञा कथं भसंज्ञा केन सूत्रेण निमित्तं किम् अन्न किम् अन्न अन्नपरः अस्ति चेत् अन्नपरः अस्ति वा न इदानीम् उक्तवती खलु यचिबम् इति सूत्रेण भसंज्ञा भवति इति आमां अत्र कः प्रत्ययः अस्ति न न खानिन् इति कुत्र अस्ति अजादिप्रत्ययः तत्र तत्र अन् इति अस्ति इति वदति वा तत्र अन् इति अस्ति इति कृत्वा तत्र कस्य उपसंज्ञा भवति प्रतिदिव प्रतिदिव् इत्यस्य उपसंज्ञा भवति इति वा इदानीं तत्र आ इति अजादिप्रत्ययं निमित्तीकृत्य प्रतिदिवन् इत्यस्य भसंज्ञा प्रतिदिवन् इति प्रातिपदिकं लब्धं खलु अस्माकं प्रतिदिवन् योगः आ प्रत्ययस्य आकारस्य भूत्वा भासनं भवति. अत्र किम् अस्ति इति चेत् कनिन् इति प्रत्ययः तत्र सुप्रत्ययेषु अन्तर्भूतः नास्ति. तत्र यचिबम् इत्यनेन सर्वनामसंज्ञकप्रत्ययान् विहाय तत्र किं चतुर्थ अध्याये ये सुप्रत्ययाः अथवा अन्ये ये प्रत्ययाः सन्ति तेषां विषये एव बसंज्ञा, न तु कृत् प्रत्ययानां विषये बसंज्ञा. अतः प्रतिदिव्योगः कनिन् इत्यत्र प्रतिदिव् इत्यस्य बसंज्ञा नास्ति, यद्यपि कनिन् इति अजादिप्रत्ययः अस्ति. आं भगिनि, प्रतिदेवन् योगः आ, अत्र भागस्य अकारस्य लोपः भवति. उपदा अर्धात् उपदास्तस्य अकारस्य लोपः जायते. प्रतिदिव् योगः नकारयोगः आ इति भवति. सम्यक्. अल् अल्लोपनः इति सूत्रस्य निमित्तं किम्? अल् अल् नः प्रत्यय नकारस्य पूर्व उपरि प्रथमवाक्ये लिखितमस्ति खलु अल्लोपनः इत्यनेन तादृशस्य भाषिकस्य अङ्गस्य उपदास्थित अकारस्य लोपः भवति. तत्र निमित्तमस्ति नकारः अन् इत्यत्र अन् इति भागः अस्ति, अनन्तरम् अजादिप्रत्ययः अपि अस्ति इति कृत्वा प्रतिदिवन् इत्यस्य भसंज्ञा भवति, अनन्तरम् अन् इति भागस्य अकारस्य लोपः भवति इति कृत्वा प्रतिदिव् न योगः आ इति भवति. अस्तु, इदानीम् अग्रे तत्र किम् अरुणवग्नि पठितुमिच्छति वा? आं भगिनि, प्रतिदिव् नकार आ, अस्यां स्थितौ लोपो व्योर्वलितेन वकारलोपः वलिपरे भवति स्म, किन्तु अत्र लोपो व्योर्वलि इत्यनेन कार्यं जायते चेत् इष्टरूपं न प्राप्यते, तर्हि स्थानिवद्भावस्य विषये चिन्तनीयं भवति. अतः परस्मिन् पूर्वविधौ इत्यनेन पूर्वविधौ कर्तव्ये अजादेशः स्थानिवद् भवति. अतः कनिन् इति प्रत्ययस्य यः अकारः लुप्तः सः अकारः स्थानिवत् भवति. नकार अतः लोपो व्युर्वलीजनेन सूत्रेण वकारलोपः नैव प्राप्यते, यतोहि वकारसनन्तरं वल् वर्णः न दृश्यते. एवञ्च स्थानिवद्भावेन लोपो व्योर्वलि इत्यस्य कार्यं बाधितं भवति. कर्तव्यं यत् अतः परस्मिन् पूर्वविधौ इति सूत्रस्य कार्यं निषिद्धं भवति केवलं यलोपो विषये, न तु वल्लोपो विषये. अतः एव अत्र स्थानिवद्भावः स्वीक्रियते. ओके, अत्र वयं पठितवन्तः प्रतिदिव् न अत्र सामान्यतया लोपो व्युर्वलिति सूत्रेण वकारलोपः भवति, परन्तु लोपो व्युर्वलि कार्यं लोपो व्युर्वलि इत्यस्य निमित्तम् अत्र किम् अस्ति? किं भगिनि, लोपो व्युर्वलि इति सूत्रस्य निमित्तं किम् अस्ति अत्र? वकार यकार अस्ति, जल् वर्णपदे चेत् लोपो भवति. वकार जल् वर्णः वा? सूत्रे किम् उक्तमस्ति? सूत्रं किमस्ति एकवारम् उच्चारय. लोपो व्योर् वलि इति अस्ति खलु, न तु झलि. यकार वकार लोपः भवति. निमित्तं वलि पदे वलीपरे इति अत्र वल् वर्णः कः? वल् वर्णः नास्ति भगिनि, नकार नकारः वल्वर्णः वा न वा? वल् एव, अतः लोपव्यवल् इत्यस्य प्रसक्तिः खलु. किन्तु अत्र लोपोप्योर्वल् इत्यनेन कार्यं जायते चेत् इष्टरूपं न प्राप्यते. तर्हि प्राणिपद्भावस्य विषये चिन्तनं करणीयं प्रथमं. पूर्वस्मिन् पूर्वविधौ इति सूत्रेण पूर्वविधौ कर्तव्ये अदादेशः स्थानिवत् भवति. अतः कनिन् इति प्रत्ययस्य यः अकारः लुप्तः सः अकारः स्थानिवत् भवति भवति चेत् अत्र लोपव्युर्वलि इति सूत्रं अकार एव दृश्यते, न तु वकार. अतः किं दृश्यते, किं दृश्यते? अकारः दृश्यते, न तु नकारः. अस्मिन् पूर्वविधौ जनेन अत्र लोपः स्थानिवत् भवति इति चेत् अत्र अकार एव दृश्यते, न तु वकार. न तु वकार न तु नकारः. यतोहि तत्र वन् इति आसीत् खलु, वन् प्रतिदिवन् इति आसीत् खलु, तत्र अकारस्य लोपः जातः. इदानीम् अकारः स्थानिवद्भावः तत्र स्वीक्रियते चेत् अकारस्य, तर्हि दिव् योगः अयोगः न इति आयाति, तत्र अकारः मध्ये आयाति न इत्यस्मात् पूर्वम् इति कृत्वा लोपो व्योर्वलि इत्यस्य कार्यं भवति वा न वा? न भवति, न भवति लोपो व्योर्वलि कार्यं न भवति. समीचीनम्. अत्र अजः परस्मिन् पूर्वविधौ इति सूत्रस्य निषेधः अस्ति वा? निषेधम् अस्ति भगिनि, दीर्घसूत्रस्य पदान्त न पदान्तद्विर्वचने वरेयलोपस्वरसवर्णानुस्वार जश्चर् विदिषु पदान्तद्विर्वचन वरेयलोपो स्वसवर्ण अनुनासिक अनुस्वार जश्चर् विदिषु अत्र यस्य कस्यापि प्रसक्तिः अस्ति वा? अत्र दीर्घसूत्रेण स्थानिबद्भावः न स्वीक्रियते, अतः अत्र प्रसङ्गः अस्ति वा? निषेधस्य प्रसङ्गः अत्र न पदान्तद्विर्वचने वरेयलोप इत्यस्य प्रसङ्गः अस्ति वा अत्र? अस्ति भगिनि. अस्ति वा निषेधः अस्ति वा अत्र? अस्मिन् पूर्वविधौ कार्यं निषेधः भवति. केन आधारेण? तत्र प्रत्येकं दलम् अस्ति खलु, न पदान्तविधौ द्विर्वचनविधौ वरेविधौ यलोपविधौ एवमस्ति खलु, तत्र केन आधारेण अत्र निषेधः? अनुस्वरविधिः. अत्र अनुस्वरविधिः कुत्र अस्ति? अत्र तु अनुस्वरः न जायमानः. अन्ये किं चिन्तयन्ति? दीर्घविधिः कुत्र अस्ति दीर्घः अत्र? लोपो व्योर्वलि इत्यनेन वकारस्य लोपः एव कार्यं खलु, तर्हि कुत्र अस्ति यलोपः? नास्ति यलोपः, नास्ति अत्र वलोपः. पश्यति वा, यलोपः नास्ति वलोपः. यलोपः अस्ति चेत् निषेधः भवति, अत्र यलोपः नास्ति वलोपः खलु. इति कृत्वा अत्र निषेधः नास्ति, यतोहि तत्र पदान्तविधिः अत्र दीर्घसूत्रेण यत्र यत्र उक्तं तत्र यलोपविधौ निषेधः इति उक्तं, न तु वलोपविधौ. अतः अत्र वलोपः अस्ति इति कृत्वा निषेधः न भवति. ओ न भवति, ओके. इति कृत्वा तत्र निषेधः न भवति, परन्तु स्थानिवद्भावः अपि भवति. निषेधः न भवति इति कृत्वा अचः परस्मिन् पूर्वविधौ इत्यनेन स्थानिवद्भावः स्वीक्रियते, येन लोपो व्योर्वलि इत्यस्य कार्यं न भवति, यतोहि निमित्तं न पूरितं खलु. अस्तु, समीचीनं. तर्हि धन्यवादः भगिनि. इदानीं तत्र विनय महोदय पठतु. आं भगिनि, प्रति नकार युग आ, अधुना हलिच इत्यनेन हलिच परे रेफ वकारान्तस्य धातोः उपधायाः इको दीर्घो भवति स्म. दिव् इति धातोः अन्ते वकारः अस्ति, तस्य उपधायाम् इक वर्णः अपि अस्ति. उपधा वकारात् परः हल्वर्ण अपि अस्ति. अतः वकारात् पूर्वं स्थितस्य इकारस्य दीर्घादेशः भवति स्म हलिचः इत्यनेन सूत्रेण. तर्हि प्रतिदीव नकारयोग आ इति भवति स्म. अत्र प्रतिदिव योग नकार योग आ पर्यन्तं वयं दृष्टवन्तः, परन्तु दीर्घविधि सम्बन्ध दीर्घविधौ परनिमित्तकः अजादेशानिवत् भावः न प्राप्नोति विषयः अस्ति. तर्हि अत्र दीर्घसम्बन्धे दीर्घ कथं भवति? दीर्घ प्रतिदिव प्रातिपदिक अस्ति, वयं जानीमः. प्रतिदिवन् इति प्रातिपदिकं प्रतिदिवन् प्रातिपदिक अस्ति. प्रतिदिवन् प्रातिपदिकम् अस्ति, परन्तु तदनन्तरम् अत्र हलिचसम्बन्धे हलिचः सूत्रस्य अर्थः कः? रेफ वकारन्त रेफ वकार धातोः उपधायाः धातोः, अत्र धातोः कः? धातो दिव् अस्ति, तस्य उपधा, तस्य उपधा इकार अस्ति. कार भवति, तर्हि एव प्रतिदीव नकारयोग आ इति भवति स्म. हलिच इत्यस्य निमित्तं किम् एकवारं वदतु. हलिच निमित्तं अत्र उल्लेखितः रीफ रिफ रीफमिति र कलं रिफ अपि च वकार अन्त धातोः यस्य सः धातोः अन्ते रकार अस्ति या वकार अस्ति, अत्र तु विकार अस्ति. तर्हि निमित्त अस्ति वकाराधारे निमित्त अस्ति. केवलं वकारान्तधातुः वा, अन्यत् किम् अपेक्षितं तत्र? वकारान्तधातुः अस्ति चेत् पर्याप्तं वा, अन्यत् किमपि अपेक्षितं वा न वा? वकारान्तधातु अङ्के तु अपेक्षितः, परन्तु उपधायाः इको अपि इको अपेक्षितः. अपि च अन्यत् किम् अपेक्षितम्? उपधायाम् इक् वर्णः अनन्तरं परनिमित्तं परनिमित्तं कः स्वरनिमित्तम् अस्ति हलिपरे इति अस्ति खलु हलिपरे हलिपरे जानामि परन्तु व्यञ्जनकः अत्र हलु सम्भव अत्र किम् अस्ति अत्र कः अस्ति इति अस्ति इति अस्ति नकारः इति निमित्तमस्ति हल् वर्णः दिव् इति वकारान्तधातुः उपधायाम् इक् वर्णः अस्ति इति कृत्वा दीर्घादेशः भवितुम् अर्हति अस्तु सम्यक् इदानीं धन्यवादः महोदय इदानीम् अत्र शोभा भगिनी चिन्तयतु अत्र स्थानीवद् भवति चिन्तनं करोतु आं भगिनि इदानीं तत्र किं हलिचा इत्यस्य कार्यं भवितुम् अर्हति अपि च प्रतिदीव् इति प्रतिदीव् इति भवितुम् अर्हति भवति स्म इदानीं तत्र अचः परस्मिन् पूर्वविधौ इत्यनेन अजादेशः स्थानिवत् भवति वा इति तत्र अजादेशः कः आसीत् अन् इत्यस्य अकारस्य लोपः अजादेशः अपि च परनिमित्तकः अजादेशः आसीत् अतः तत्र परनिमित्तकः कथम् इत्युक्ते अल्लोपः अनः इति उपधायाः अकारलोपः इत्यनेन अन्यस्य अन्ते तस्य उपधाकारस्य लोपः भवति इति तर्हि इदानीम् अस्यां स्थित्यां अजादेशः परनिमित्तकः अस्ति अपि च विधिः इदानीं कुत्र भवति इति चेत् तत् विधिसूत्रम् इदानीम् अग्रे हलिचा इति विधिसूत्रं तस्य कार्यं तस्य निमित्तानि कानि इति दृष्टवन्तः निमित्तानि पूरितानि तत्र हलिचा इत्यस्य हलि परे रेफवकारान्तस्य धातोः उपधायाः इकः दीर्घः भवति स्म दिव् इति तत्र अन्ते वकारः इति दृष्टवन्तः उपधायाम् इक् वर्णः अपि अस्ति वकारात् परः हल् वर्णः अपि अस्ति अतः तत्र निमित्तानि पूरितानि इदानीं किन्तु तत्र कार्यं कुत्र भवति इति विषयः तत्र दिव् इत्यस्य इकारस्य दीर्घः भवति तस्य निमित्तानि कानि अन्ते वकारः तत्र यत्र नकारः इत्यस्मात् पूर्वम् अकारः आसीत् तस्य अकारस्य निमित्तम् अपेक्षितं वा इति चेत् न अपेक्षितं तत्र किं भवति एकक्षणं भगिनि अन्ते वकारः उपधायाम् इक् भवेत् तत्तु अस्ति वकारः अन्ते अस्ति वकारत् परवर्णः झल् वर्णः भवेत् तर्हि तत्र किमर्थं झल् वर्णः क्षम्यतां हल् वर्णः भवेत् तर्हि तत्र स्थानिनः किं निमित्तं स्थानिनम् आश्रित्य कार्यं न भवति अल्विधिः नास्ति तत्र अल्विधिः नास्ति अतः तत्र अचः परस्मिन् पूर्वविधौ इत्यनेन स्थानिवत् अचः परस्मिन् पूर्वविधौ इत्यत्र किमर्थम् अल्विधिः अनल्विधिः इति किमर्थं चिन्तनं करणीयम् न तत्तु सत्यं तत्र अल्विधिः अनल्विधिः द्वयोः विषये अपि अस्य सूत्रस्य कार्यं भवति किन्तु तत्र अनल्विधिः अस्ति इदानीं भगिनि अस्मिन् प्रसङ्गे अनल्विधिः अस्ति तर्हि स्थानिवतादेशो अनल्विधौ इत्यनेन स्थानिवद्भावः भवितुम् अर्हति तत्र तर्हि भवति चेत् हलिचा इत्यस्य कार्यं न भवति यतोहि तत्र वकारात् परः हल् वर्णः इति निमित्तं पूरितं न भवति इति कृत्वा तत्र किन्तु तत् न स्वीकुर्मः, यतोहि स्थानिवदादेशो अनल्विधौ इत्यस्य सूत्रस्य आशय तु प्रवृत्तिः न तु निवृत्तिः इत्यनेन. निवर्तनाय निवर्तनं भवति चेत् अशास्त्रीयकार्यं भवति, अतः तत् न स्वीकृतम्. किन्तु अचः परस्मिन् पूर्वविधौ इत्यनेन तु स्थानिवद्भावः भवति स्म तत्र. अपि च भवति चेत् हलीचा इत्यनेन दीर्घादेशः न प्राप्यते. समीचीनं हलीचा इत्यनेन दीर्घादेशः न प्राप्यते, परन्तु अत्र दीर्घादेशः अपेक्षितः. अपेक्षितः इष्टरूपं न सिद्ध्यति तथा भवति चेत्. अतः तस्य अचः परस्मिन् पूर्वविधौ इति सूत्रस्य निषेधः करणीयः इदानीं. नपदान्त द्विर्वचन वरेय लोप स्वरसवर्णानुस्वार दीर्घजश्चुर्विधिषु इत्यनेन. तर्हि दीर्घविधिः अस्ति अत्र. दीर्घविधिः अस्ति, तस्य निषेधः भवेत्. ओके, यद् भवती प्रतिपादयति तस्य विषये एव अत्र लिखितमस्ति, एकवारं पठतु अग्रे गच्छामः. तत्र किन्तु अचः परस्मिन् पूर्वविधौ इत्यनेन पूर्वविधौ कर्तव्ये अजादेशः स्थानिवद् भवति, अतः वकारोत्तरवर्ती अकारः स्थानिवत् इत्युक्ते प्रतिदिव् योगः आयोगः नकारः योगः आ इति भवति स्म. अतः हलिचा इत्यनेन दीर्घादेशः न प्राप्यते, यतोहि वकारान्तात् धातोः अनन्तरं हलुवर्णः नास्ति, अपि तु अकारः अस्ति. परन्तु अचः परस्मिन् पूर्वविधौ इत्यनेन यः स्थानिवद्भावः प्राप्तः अस्ति तस्य निषेधः क्रियते. न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु इति सूत्रेण दीर्घविधौ, अत्र दीर्घविधौ कर्तव्ये अकारलोपः स्थानिवत् न भवति, अतः हलिचा इत्यनेन दीर्घादेशः प्राप्यते, येन प्रतिदीव् दीव्ना इति रूपं सिद्ध्यति. तत्र दीव्ना इत्यस्य अकारः टा इति प्रत्ययात् आगतः. एवमेव चतुर्थीविभक्तौ प्रतिदीव्ने इति रूपं लभ्यते, पञ्चमीविभक्तौ षष्ठीविभक्तौ च प्रतिदीव्नः इति रूपं प्राप्यते इति विषयः अस्ति तत्र. अस्तु, समीचीनं भगिनि. यद्भवती प्रतिपादितवती तदेव अत्र अत्र लिखितमस्ति. अत्र दीर्घविधौ अचः परस्मिन् पूर्वविधौ इत्यस्य कार्यं न भवति. अत्र हलीच इत्यनेन दीर्घादेशः क्रियते. हलीच इत्यनेन रेपान्तवकारान्तधातोः उपधायाः इकः दीर्घः भवति, दीर्घविधिः अस्ति इति कृत्वा यत्र कुत्रापि दीर्घविधिः भवति तत्र अचः परस्मिन् पूर्वविधौ इति कार्यं न भवति, निषिद्धम् अस्ति. अस्तु, तर्हि इदानीं अग्रे जश् विधिः इति तत्र शुभदा भगिनी पठति वा? आं भगिनी, पठामि. जस्त्वविधिः जश् विधौ परनिमित्तिकः परनिमित्तकः अजादेशः स्थानिवद्भावं न प्राप्नोति. यथा अदा भक्षणे इति अदादिगणीयः धातुतः प्रियाङ् सिङ् इति सूत्रेण क्तिन् इति प्रत्ययः भावार्थे विधीयते. अद् योगः क्तिन् इति भवति. अद् योगः क्तिन् अधुना बहुलं छन्दसि इत्यनेन छन्दसि विषये अद् धातोः स्थाने घसृ आदेशः भवति. घसृ योगः ति घस् इति अवशिष्यते. घस् योगः ति घसि भसोर्हलि च इति सूत्रेण घसि भस् इत्येतयोः छन्दसि विषये उपधायाः लोपः भवति, लोपो भवति. हलादौ अजादौ च तितिमिति प्रत्यये परे उपधायाः लोपः भवति, हलादौ अजादौ च तितिमिति प्रत्यये परे. घस् योगः ति अत्र घकारोत्तरस्य अकारस्य लोपः भवति. घसि भसोर्हलि च इति सूत्रेण घस् योगः ति इति भवति. घ स योगः ति अधुना झलो झलि इति सूत्रेण झलः उत्तरस्य सकारस्य झलि परे झलः उत्तरस्य सकारस्य झलि परे लोपो भवति घ स योगः ति अत्र सकारस्य लोपः भवति झलो झलि इति सूत्रेण यतोहि घकारः झल् वर्णः अस्ति तस्य अनन्तरं सकारः अस्ति सकारात् परं तकारः झल् वर्णः वर्तते अतः घ इ इति भवति अधुना झषस्तथोर्धोधः इति सूत्रेण धातुं विहाय भगिनी भगिनी किञ्चित् तत्र एकवारं प्रतिपादयतु तदनन्तरम् अग्रे गच्छतु अस्तु क्षम्यताम् अग्रे अग्रे गतवती क्षम्यताम् अद भक्षणे इति अदादिगणीयधातुः अत्र स्त्रियां स्त्रियां क्तिन् इति सूत्रेण तत्र क्तिन् इति प्रत्ययः भावार्थे विधीयते तदा अद् अद् भक्षणे इति धातुतः क्तिन् इति प्रत्ययः विहितं भवति क्तिन् इत्यस्मात् ति इति अवशिष्यते बहुलं छन्दसि इत्यनेन अद् धातोः घस्रु इति आदेशः भवति अतः तत्र अद् इत्यस्य स्थाने घस् इति आदेशः भवति घस्रु इत्यस्य घस् इति अवशिष्यते तर्हि घस् योगः ति इति भवति अधुना अग्रिमं सूत्रं घसि भसोर् हलि च इति सूत्रेण घस् अपि च भस् इति धातुतः इति धातोः विषये छन्दसि विषये उपधायाः लोपः भवति कदा हलादि अजादि कित्मित् प्रत्ययः परे अस्ति चेत् हलादि अजादि कित्मित् प्रत्ययः यदा परे अस्ति तर्हि घस् अपि च भस् इत्येतयोः उपधायाः लोपः भवति छन्दसि विषये तर्हि घकारोत्तर अत्र घस् योगः ति इति वयं प्राप्नुमः तत्र घकारोत्तरवर्ति अकारः तस्य अनेन सूत्रेण लोपः भवति तर्हि घकार सकार योगः ति इति प्राप्नुमः घकार सकार ति अत्र झलो झलि इति सूत्रं कार्यं करोति यतोहि सकारः द्वयोः तकार द्वयोः झल् वर्णयोः मध्ये आयाति तर्हि सकारस्य लोपः भवति इति झलो झलि सूत्रं वदति इति कृत्वा सकारस्य लोपः भवति अतः घ योगः ति इति एव घकारयोगः ति इति एव अवशिष्यते तावदेव सम्यक् सम्यक् अस्तु धन्यवादः भगिनी इतः अग्रे मीना भगिनी अग्रे सरतु अस्ति वा मीना भगिनी अस्ति अस्मि भगिनि कुत्र भगिनि तत्र झलो झलो झलि इति पर्यन्तं प्राप्तं तत्र अग्रिमसोपानमस्ति झषस्ततोर्दोदः गकारः योगः ति अधुना झषस्ततोर्दोदः इति सूत्रेण धा धातुं अभिहाय अन्येषां धातूनां विषये झष् वर्णात् परस्य तकारस्य ठकारस्य च स्थाने धकारः इति आदेशः भवति अतः घकारः योगः ति इत्यत्र तकारस्य स्थाने धकारः आदेशो भवति यतोहि घकारः झषः अस्ति तस्मात् घकारः योगः धि इति भवति तका ति इति धि इति भवति इदानीम् अच परस्मिन् पूर्वविदो इत्यस्य प्रसक्तिः न भवति अत्र यतोहि झषस्ततोर्दोर् अधः इति सूत्रस्य विधिः पूर्वविधिः नास्ति धकारः अस्ति तदनन्तरं तकारः अस्ति अधुना यशस्ततोदोर्धः इति सूचेन तकारस्य धकारः भवति तत्र तत्र अच परस्मिन् तत्र धकारः योगः तकारः धि भवति तक धि इति भवति अस्तु तत्र अच परस्मिन् पूर्वविदौ इत्यस्य प्रसक्तिः न भवति अत्र यतोहि झषस्ततोर्दोरदः इति सूत्रस्य विधिः पूर्वविधिः नास्ति तत्र पूर्वविधिः तत्र इदानीम् अचः परस्मिन् अचः परस्मिन् पूर्वविदौ इत्यस्य कार्यं कदा भवति यदि यदि परनिमित्तम् अस्ति पूर्वविधि कृते कर्तव्ये तत्र पूर्वविधिः तत्र नास्ति किल पूर्वविधिः तदेव अत्र उच्यते अत्र अत्र अत्र अत्र अत्र अचुवर्णः कः अचुवर्णः अचुवर्णः कपि नास्ति ग्रकारकयोगः गस्य अभवत् ततन्त्रं ति इति भवति घसि बसोर् हलि च तत्र किम् अभवत् तत्र भगिनी तत्र घसि बसोर् हलि च इति सूत्रेण गकार उत्तरस्य अकारस्य लोपः अभवत् खलु गस् तदनन्तरं सकारः अपि लोपः भवति खलु जलो जले इति सूत्रेण गस् इति गकारः एव अत्र तिष्ठति गस् इति तत्र घसि बसोर् हलि च इति सूत्रेण गकारः अकारः सकारः तत्र गकारस उत्तरतः अकारः लोपः भवति तदनन्तरं सकारः अपि लोपो भवति जलो जलि इति सूत्रेण ककारः इदानीम् अचपरस्मिन् पूर्वति प्रसक्तिः न भवति तत्र अकारः लोपः घसिबसोर्हलि च इति सूत्रेण घकारस्य अकारः लोपः भवति तत्र तस्य तस्मात् तस्य कारणं नास्ति तत्र तस्य सकारस्य कारणं नास्ति तत्र किमर्थं सकारस्य चिन्तनं करोति सकारः तु लुप्तः इदानीं गकार उत्तरवर्ती यः अकारः लुप्तः अस्ति गसि बसोर् हलि च इत्यनेन तस्य स्थानिवद्भावः भवति वा न वा अचः परस्मिन् पूर्ववद इत्यनेन तस्य पूर्वविधिः किं भवति तत्र पूर्वविधिः पूर्वविधिः इत्युक्ते अकारात् पूर्वम् अस्ति वा जाग्रफिकलि पूर्वम् अस्ति वा विधिः अकारात् पूर्वं नास्ति तत्र अकारात् पूर्वं अकारात् पूर्वं नास्ति तत्र सो अच पूर्वविधौ सूत्रमपि प्रसक्तिः नास्ति तत्र इति एव तत्र उक्तमस्ति जशस्ततोर्दोदः इति सूत्रं पूर्वविधिः नास्ति अतः अचः परस्मिन् पूर्वविधौ इत्यस्य प्रसक्तिः नास्ति तदनन्तरं गकारः अग्रे पठामि वा पठतु गकारः योगः धि इति अस्ति अधुना जलां जस् जशि इति सूत्रेण जशि परे जलस्थाने जश् आदेशः भवति तत्र अतः घकारः जश् भवति घकारः भवति अल्पप्राण घकारः योगः धि इति भवति स्म ओके धि भवति अतः घकारः जश् भवति जलां जश् जशि ओके किन्तु अच परस्मिन् पूर्वविद्यते अनेन पूर्वविधौ कर्तव्ये अजादेशः स्थानिवत् भवति स्थानिवत् भवति अतः घकारोत्तरवर्ती अकारः स्थानिवत् भवति स्म घकारः अकारः योगः ति इतिवत् दृश्यते येन जलां जस् जशि इति सूत्रेण इति जलां सूत्रेण जस्वं न प्राप्यते स्म यतोहि जस् वर्णः परः नास्ति अतः अत्र अच परस्मिन् पूर्व जलां जस् जशि इति सूत्र तत्र घकारः जलां जस् जशि इति सूत्रं वदति तत्र जशः स्थाने जलः अनन्तरं जशि परे जस् भवति तत्र अत्र घकारः यदि अच परस्मिन् तत्र अजादेशः अस्ति चेत् स्थानिवत् भवति चेत् घकारः उत्तरवति अकारः अस्ति चेत् तत्र जलां जस् जशि इति सूत्रस्य प्रसक्तिः नास्ति कार्यं कर्तुं न शक्यम् इति कार्यं कर्तुं न शक्यं. किमर्थमिति चेत् तत्र जश्वर्णः नास्ति, अकारः एव तिष् पश्यति. जलां जर्जसि अकारः एव पश्यति, तस्मात् जलां जर्जसि इति सूत्रस्य प्रसक्तिः नास्ति. इदानीं तत्र तस्मात् अच पूर्वविधौ इति स्थानिवद्भावः भवति चेत् जलां जस्जसि सूत्रस्य प्रवर्तनम् एव न भवति, तस्मात् अशास्त्रीयम् अस्ति. अशास्त्रीयम् इति न, किमर्थम् अशास्त्रीयम्? जलां जश्यसि इति सूत्रस्य कार्यं न भवति, परन्तु अत्र जलां जश्यसि इति सूत्रस्य कार्यम् अपेक्षितं, जष्ट्वम् अपेक्षितम्. अपेक्षितं सो इदानीं अचत् परस्मिन् पूर्वविधम् इति सूत्रस्य निषेधं निषेधसूत्रं भवितव्यं. तत्र दीर्घसूत्रेण न पदान्तद्विर्वचने वरे यलोप स्वर सवर्ण अनुना अनुस्वार दीर्घ जश्विधिषु इति सूत्रेण तत्र जश्वविधि विधौ जश्वविधि इति स्वीकृत्य तत्र तत्र स्थानिवद्भावः न भवति. अच परस्मिन् पूर्वविध इति सूत्रस्य स्थानिवद्भावः न भवति, तस्मात् घट् अकारः न तिष्ठति, तत् जलां जस्ति भवति भवितुं शक्यम् इदानीं दीर्घसूत्रेण जश्व जश्वविधौ जश्वविध विधिना. अत्र जश्वविधौ कर्तव्ये अकारलोपः स्थानिवत् न भवति, अतः घकारः योगः दि इत्यत्र जलां जस्जसीत सूत्रेण घकारस्य जश्वे घकारं कृत्वा ग योगः दि तत्र दि इति रूपं लभ्यते इति अस्ति इति अस्ति. अतः जस्त्वविधिः अस्ति चेत् तथानिवद्भावः न भवति, निषिद्धः वर्तते. अचः परस्मिन् पूर्वविधौ इत्यस्य निषेधः वर्तते. अत्र यद्यपि तत्र दीर्घप्रक्रिया वर्तते, परन्तु अस्माकम् अवधानं केवलम् अन्तिमसोपाने एव अस्ति. जलां जस्जसि इति यदा प्राप्यते तत्र एव अस्माकम् अवधानं, मध्ये बहूनि सूत्राणि सन्ति तत्र अस्माकम् अवधानं नास्ति. अत्र अस्माकम् अवधानम् अन्तिमसोपाने यत्र जलां जस्जसि इति प्रवर्तते, परन्तु अत्र जलां जस्जसि स्थानिवद्भावः स्वीक्रियते चेत् जलां जस्जसि इति निषिद्धः भवति, परन्तु अत्र जलां जस्जसि इत्यस्य जस्त्वम् अपेक्षितं कार्यम् अपेक्षितम् इति कृत्वा तत्र निषेधः क्रियते. न पदान्तद्विर्वचने वरे लोपस्वर सवर्णानुस्वर जश् इति अस्ति, जश्चर् विदिषु इति जश् विधौ स्थानिवद्भावः न भवति इति, अतः धि इति रूपं लभ्यते. अस्तु, अर्थं किं भगिनि? छान्दसि अस्ति भगिनि, अतः अर्थः कः इति मया न दृष्टः, मया न दृष्टः. तत् भवती पश्यतु, दृष्ट्वा अस्मान् बोधयतु. किं प्रश्नेन नष्टः भवति? अस्तु, न न, तत्र यदा तत्र युनो अर्थः कः इति तादृशप्रश्नः वयं द्रष्टुं शक्नुमः खलु, तत्र कोशः अस्ति खलु, अतः कोश संस्कृत् इति अस्ति खलु, तत्र पश्यतु. अस्तु, इदानीम् अग्रिम अन्तिमः अस्ति चर्विधिः इति. अत्र अत्र किं विजयलक्ष्मी भगिनी पठति वा? आं भगिनि, पठतु. चर्विधिः, चर्विधौ परनिमित्तकः अजादेशः स्थानिवद्भावं न प्राप्नोति, यथा अदभक्षणे इति धातुतः लिट् लकारे प्रथमपुरुषे द्विवचने तस् इति प्रत्ययः विहितः भवति. अद् योगः लिट्, अद् योगः तस्. अधुना परस्मैपदानां नळतु सुस्थलस्थुसल्वमः इति सूत्रेण तस् प्रत्ययस्य स्थाने अतुस् आदेशः भवति, अतः अद् योगः अतुस् इति भवति. अद् योगः अतुस् लित्यन्यतरस्याम् इति सूत्रेण लिटि परतः अद् धातोः घस्लृ इति आदेशो भवति विकल्पेन. घस्लृ इति आदेशे घस् इति अवशिष्यते. घस्लृ इति आदेशपक्षे घस् योगः अतुस् इति भवति विकल्पेन. अद् योगः अतुस् कुत्र भेदः? अत्र लिट्यन्यतरस्याम् इत्यत्र लिटिपरतः अद् धातोः घसलृ आदेशः विकल्पेन भवति खलु. परन्तु अत्र घस्लु इति आदेशपक्षे घस् योगः अतुस् इति भवति विकल्पेन. अद् योगः अतुस् इत्यपि भवति. द्वयोः समानं दृश्यते. किमर्थं समानम्? अद् इति धातुः, अद् इति धातोः स्थाने घस् इति आदेशः विकल्पेन भवति. अधुना घस्लु इति आदेशप्रसङ्गे स्थानेवद्भावस्य चिन्तनं कुर्मः. चर् विधि इति अन्तिमः अत्र सूत्रे निषेधः यत्र अचः परस्मिन् पूर्वविधौ इति सूत्रस्य निषेधः क्रियते. चर् विधौ कर्तव्ये अत्र अग्रे पठतु. घस् योगः अतुस्, घस् योगः अतुस् लिटि धातोर् अन्य धातोर् अनभ्यासस्य इति सूत्रेण द्वित्वं जायते. घस् घस् योगः अतुस् अभ्यासकार्याणि भूत्वा जघस् योगः अतुस् इति भवति. जघस् योगः अतुस् गमहनजनखनघसां लोपः ङिति अनङ्गि नित्यनङ्गि इति सूत्रेण गम् हन् जन् खन् घस् इत्येतेषां धातूनाम् उपधावर्णस्य अजादौ किति ङिति प्रत्यये परे लोपः भवति. असंयोगात् लिट् खित् इत्यनेन असंयोगान्तात् धातोः परः लिट् प्रत्ययः अपित् खित् च भवति. जघस् इत्यत्र घस् इति धातुः विद्यते. अतुस् इति प्रत्ययः अपित् खित् च अस्ति. अपि च जघस् इत्यत्र धातोः अन्ते संयोगः नास्ति. एवञ्च अत्र गमहनजनघनघसां लोपः नित्यनङ्गि इति सूत्रस्य प्रसक्तिः भवति. अतः जघ् अ स् योगः अतुस् इत्यत्र घकारोत्तरस्य अकारस्य लोपः भूत्वा जघस् जघ्स् योगः अतुस् इति भवति. जघ् स् अतुस् इत्यत्र शासि वसि घसीनाम् इति सूत्रेण इण् कोः इण् प्रत्याहारस्थवर्णः कवर्गीयवर्णाः इति इण् कोः परस्य शास् वस् घस् इत्येतेषां धातूनाम् अपदान्तसकारस्य षकारादेशः भवति. अतः जघ् स् योगः अतुस् इत्यत्र घकारकवर्गीयवर्णः तस्य अनन्तरं सकारस्य स्थाने षकारादेशः भवति. शसि वसि घसीनां च इति सूत्रेण जघ् ष् अतुस्. भगिनी भगिनी अत्र पूर्वस्मिन् परिचये किम् अस्ति इति एकवारं प्रतिपादयतु अग्रे गमनात् प्राक्. बहु काम्प्लिकेटेड् अस्ति. अग्रे मा गच्छतु. चर् विधौ कर्तव्ये स्थानिवत् आदेशो अचः परस्मिन् पूर्वविधौ इति स्थानिवत् आदेशः निषिध्यते इत्यस्य अत्र उदाहरणम्. अद् भक्षणे इति धातोः लिट् लकारे प्रथमपुरुषे द्विवचने तस् इति प्रत्ययः विहितः अद् योगः लिट् ततः अद् योगः तस्. इदानीं परस्मैपदानां नळतु सुस्थलथु सणल्वमाः इति सूत्रेण तस् इति प्रत्ययस्य स्थाने अतुस् इति आदेशः भवति. इदानीम् अद् योगः अतुस् इति स्थिते लिट्टि अन्यतरस्याम् इति सूत्रेण लिटि लिट् इति पूर्वम् आसीत् खलु अतुस् इति प्रत्ययः, अतः तत् तस्य लिट् इति स्थानिवत् किं भवति धर्मः, लिट् इत्यस्य धर्मः तस्य तस्यापि भवति. अतः लिटि परतः अद् इति धातोः विकल्पेन घस्लु इति आदेशः भवति. घस्लु इति आदेशे लु इत्यस्य लोपः भवति. केन सूत्रेण उपदेशे अजनुनासिक इति वा भगिनी? न, लु इति स्वरः अस्ति खलु, स्वरः अस्ति खलु, अतः उपदेशे अजनुनासिकत्याम्. अतः घस् इति अवशिष्यते. घस् योगः अतुस् इति भवति, अतः विकल्पेन अद् योगः अतुस् इत्यपि भवति, अपि च विकल्पेन घस् योगः अतुस् इत्यपि भवति. अधुना घस्लु इति आदेशप्रसङ्गे सानिवद्भावः भवति वा न वा इति चिन्तनम्. घस् योगः अतुस् इत्यत्र लिटि धातोर् अनभ्यासस्य इति सूत्रेण घस् इत्यस्य द्वित्वं भवति. घस् घस् योगः अतुस् इति, अनन्तरम् अभ्यासकार्याणि भवति जघस् इति अन्तिमरूपं, जघस् योगः अतुस् इति रूपं. तत्र जघस् योगः अतुस् इति स्थिते गमहन जन खन घसां लोपः किङिति अनङ्गि इति सूत्रेण गम हन जन खन घस् इति एतेषां धातूनाम् उपधावर्णस्य अजादौ किति ङिति प्रत्यये परे लोपः भवति. अत्र किति ङिति प्रत्ययः कुत्र अस्ति भगिनि? अतुस् इति प्रत्ययः तस् इति प्रत्ययस्य स्थाने आगतः. तस् इति प्रत्ययः तत्र कीदृशप्रत्ययः? तस् प्रत्ययः लिट् अस्ति खलु, लिट् लकारः, लिट् लकारः, लिट् लकारः अपित् अपित् अस्ति, अतः अपित् अस्ति वा? अपित् अस्ति लिट् लकार, लिट् इति लस्य अपित्. न, प्रथमतया वदतु तस् इति प्रत्ययः केन सूत्रेण अपित्? तस् इति प्रत्ययः केन सूत्रेण अपित्? तस् इति प्रत्ययः कीदृशप्रत्ययः? प्रथमतया प्रत्ययस्य नामकरणं किम्? सार्वधातुक अपित् इति भवति. तस् इति सार्वधातुकप्रत्ययः वा इति कोऽपि वदतु, समीचीनं वा? तस् इति सार्वधातुकप्रत्ययः इति समीचीनं वा? हलादि अपित् सार्वधातुकम् इति भवेत्. हलादि अपित् सार्वधातुकम् इति वा? तिंशित् सार्वधातुकं अतः एतत्तु तिङ् प्रत्ययः अस्ति इति सार्वधातुकप्रत्ययः अपि च सार्वधातुकप्रत्ययः अस्ति अपित् अपि अस्ति अतः इति सामान्यम् इति सामान्यं सामान्यव्यवहारः लिङ् लिटौ इत्यनेन अर्धधातुकं भवति लिङ् लिटौ इत्यनेन वा आर्धधातुकः भवति इति समीचीनं समीचीनमस्ति आर्धधातुकः भवति इति उत्तममस्ति परन्तु केन सूत्रेण लिच् लिच् इति सूत्रेण लिट्लकारे तिङ् प्रत्ययः आर्धधातुकसंज्ञकाः भवन्ति अतः तिङ् प्रत्ययः अत्र अपित् नास्ति अपित् इति अत्र अपित् निद्वत् इति व्यवहारः न भवति यतोहि सार्वधातुकप्रत्ययः एव अपित् निद्वत् भवति अत्र सार्वधातुकप्रत्ययः एव नास्ति सूत्रेण एव अत्र लिट्च इति सूत्रेण एव आर्धधातुकप्रत्ययः इति कृत्वा अत्र तस् प्रत्ययः आर्धधातुकप्रत्ययः अस्ति अतः जमहन जन खन घसां लोपः ङिति अनङ्गि इति सूत्रे घस् इति धातु अपि अस्ति अतः घस् धातुतः यदा आर्धधातुकप्रत्ययः विधीयते तदा घस् धातोः उपधावर्णस्य किं भवति आर्धधातुकप्रत्ययः अजादिः अपि अस्ति परन्तु कित् नित् अस्ति इति कथं जानीमः कित् नित् कथम् अस्ति तद् अग्रिमवाक्यं पठतु अग्रिमसूत्रं असंयोगात् लिट् कित् इत्यनेन असंयोगान्तात् धातोः परः लिट् प्रत्ययः अपित् कित् च भवति असंयोगान्ताद् धातोः संयोगान्त धातोः अन्ते संयोगः अस्ति वा नास्ति घस् इति केवलम् अस्ति तत्र संयोगः नास्ति अन्ते अतः असंयोगान्ताद् इति अस्ति खलु असंयोगान्तात् धातोः परे यदा लिट् प्रत्ययः विधीयते तदा तस्य अपित् अपि च कित् इति किं भवति संज्ञा भवति संज्ञा भवति इदानीं जघस् इत्यत्र घस् इति धातुः विद्यते अतुस् इति प्रत्ययः अपित् कित् च अस्ति अपि च जघस् इत्यत्र धातोः अन्ते संयोगः अपि नास्ति सो सर्वाणि निमित्तानि पूरितानि अतः किं भवति जमहन जन खन घसां लोपः किमिति अनङि इति सूत्रस्य इदानीम् अत्र सर्वाणि निमित्तानि पूरितानि अतः घकार उत्तरस्य उत्तरवर्ती अकारस्य लोपः भवति जमहन जन खन घसां लोपः किमिति अनङि इति सूत्रेण अतः जघ् उत्तरवर्ती अकारस्य लोपः भवति केवलं जघ् स अतुस् इति अवशिष्यते समीचीनं अस्तु भगिनि धन्यवादः इदानीं तत्र शुभदा भगिनी अग्रिमपरिच्छेदं पठतु आं भगिनि जग् स अतुस् चासि वसि घसीनाञ्च इति सूत्रेण इणिकोः इण् प्रत्याहारस्थवर्णाः कवर्गीयवर्णाः परस्य चास् वस् घस् इत्येतेषां धातूनाम् अपदान्तसकारस्य सकारादेशः भवति अतः जघ् स योगः अतुस् इत्यत्र घकारः कवर्णीयः तस्य अनन्तरं सकारस्य स्थाने सकारादेशः भवति शासि वसि घसीनाञ्च इति सूत्रेण जघ् स अतुस् इति भवति अत्र जघ् स इति इत्यत्र शासि वसि घसीनाञ्च इति सूत्रस्य कार्यं भवति। अत्रापि आदेशप्रत्यययोः इत्यस्य यः इण्कोः इति अधिकारः अस्ति तदेव अत्रापि अनुवर्तते इति मन्ये। तर्हि इण्कोः इति इण् प्रत्याहारस्थवर्णाः अपि च कवर्गीयवर्णाः, अत्र जघ् घकारः तु कवर्गीयवर्णः अस्ति, तस्मात् परस्य अपदान्तसकारस्य नाम जघ् स इति यत् स इति अस्ति तस्य सकारादेशः भवति इति एतत् सूत्रं वदति। अतः जघ् स अतुस् अत्र घकारस्य कवर्गीयवर्णः, घकारः कवर्गीयवर्णः, अतः सकारस्य मूर्धन्यादेशः भूत्वा जघ् स अतुस् इति भवति। अग्रिम पठामि आमाम् अग्रे पठतु। जघ् स अतुस् अधुना खरिच इत्यनेन चर्त्वं प्राप्तम् अस्ति येन घकारस्य स्थाने ककारादेशः भवति स्म सकारः इति खवर्णे परे। खरिच इति खवर्णे खर्वर्णे परे खर्वर्णे परे आमां खर्वर्णे परे क्षम्यताम्। तर्हि खरिच सूत्र तु वयं जानीमः, खर् वर्णः परे भवति चेत् झल् वर्णस्य चर्त्वं भवति, वर्गीयप्रथमः भवति इति कृत्वा अत्र सकारः खर् वर्णः अस्ति, खर्वर्गीयवर्णः अस्ति, अतः षकारे परे घकारस्य चर्त्वं नाम वर्गीयप्रथमः भवति। घकारस्य वर्गीयप्रथमः तु क इति अस्ति, अतः ककारादेशः भवति नाम ज ज क प्र अतुस् इति भवति। परन्तु अचः परस्मिन् पूर्वविधौ इत्यनेन पूर्वविधौ कर्तव्ये अजादेशः स्थानिवद्भावः भवति, क्षम्यतां स्थानिवद् भवति, अतः घकारोत्तरवर्ती अकारः स्थानिवद् भवति स्म, अतः जघ प्र अतुस् इतिवत् दृश्यते येन खरिच इति सूत्रेण चर्त्वं न प्राप्यते स्म, यतोहि घकारात् परं तु अधुना खर्वर्णः एव नास्ति अपि तु अकारः अस्ति। अत्र अचः परस्मिन् पूर्वविधौ इत्यनेन स्थानिवद्भावः भवति चेत् घकारोत्तरवर्ती यः अकारः यस्य गमहनजनखनघसां लोपः किङित्यनङि इत्यनेन लोपः वयं कृतवन्तः, सः अकारः अत्र स्थानिवद् भवति। अतः जघ घकार अकार तर्हि जघ इति भवति, जघ प्र अतुस् इतिवत् दृश्यते तेन खरिच इति सूत्रस्य चर्त्वं न प्राप्यते, यतोहि अधुना घकारोत्तरवर्ती अकारः अस्ति, तत्र घकारोत्तरवर्ती अव्यवहितरीत्या खर्वर्णः न दृश्यते, अतः खरिच इत्यस्य सूत्रं कार्यं न कर्तुं शक्यते इति कृत्वा जघ स अतुस् अत्र चर्त्वं न भवति स्म, यतोहि घकारोत्तरवर्ती अकारः स्थानिवत् भवति। परन्तु वयं तु तत्तु इष्टं, घकारोत्तरवर्ती अकारः स्थानिवत् भवति चेत् खरिच इत्यस्य कार्यं न भवति, परन्तु खरिच इत्यस्य कार्यं तु इष्टमस्ति इति कृत्वा अचः परस्मिन् पूर्वविधौ इत्यनेन यः स्थानिवद्भावः प्राप्तः अस्ति तस्य निषेधः भवति न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु। अस्मिन् सूत्रे चर्विधिः अस्ति अन्ते, अत्रापि चर्विधेः एव प्रसङ्गः, अतः चर्विधौ कर्तव्ये अकारलोपः स्थानिवत् न भवति, अतः जघ इत्यस्य घकारोत्तरवर्ती अकारः स्थानिवत् अत्र न भवति इति कृत्वा जघ् प्र अतुस् अत्र खरिच इत्यस्य कार्यं भूत्वा जक् प्र अतुस् वर्णमेलनेन जक्षतुस् ऋत्वविसर्गौ जक्षतुः इति रूपं सिद्ध्यति। सम्यक्। इत्युक्ते अत्र मूलवार्ता का इति चेत् चर्विधौ अपि स्थानिवद्भावः न भवति अचः परस्मिन् पूर्वविधौ इत्यनेन। इत्युक्ते अत्र बहूनि सोपानानि सन्ति, कोऽपि चिन्तयितुं शक्नुमः बहु किमपि अस्ति जाटिल्यम् अस्ति इति, तथा नास्ति। अत्र बहु किमपि यद् मध्ये अस्ति तत् तत्र अस्माकम् अवधानं नास्ति, अन्तिमसोपाने यत्र चर्विधिः भवति तत्र चर्त्वम् अस्माकम् अपेक्षितमस्ति, तद् न सिद्ध्यति स्थानीयवद्भावेन इति कृत्वा तत्र निषेधः क्रियते, न पदान्तद्विर्वचनवरेयलोप इति सूत्रेण. तत्र अस्माभिः क्रमेण दृष्टं पदान्तविधिः, द्विर्वचनविधिः, वरेविधिः, यलोपविधिः, स्वरविधिः, सवर्णविधिः, अनुस्वरविधिः, दीर्घविधिः, जष्विधिः, चर्विधिः इति क्रमेण अस्माभिः सर्वं दृष्टम्. इदानीं चर्विधिः इति अन्तिममपि अस्माभिः चर्चितम् इति कृत्वा तत्र सूत्रं समापितं. तत्र न पदान्तद्विर्वचनवरेयलोप स्वरसवर्णानुस्वर दीर्घजश्चर्विधिषु इति सूत्रस्य अध्ययनं समाप्तम्. इतः अग्रे तत्र स्थानीवद्भावस्य विषये एव अग्रिमसूत्रमस्ति द्विर्वचनेऽचि इति, तत् सूत्रं वयं पश्यामः अग्रिमसप्ताहे. एतावता कोऽपि प्रश्नः अस्ति वा? अत्र इत्युक्ते वारं वारं समानम् अस्ति इति कृत्वा अस्माभिः किञ्चित् वेगेन एव अस्माभिः गतम्. तत्र प्रतिदिव न आ किञ्चित् उपरि गच्छामः चेत् तत्र प्रतिदिव न आ अस्यां स्थितौ लोपो व्योर्वलि इत्यनेन वकारलोपः वलिपरे भवति स्म. वकारलोपः अपि तत्र न इष्यते इति कृत्वा तत्र स्थानिवद्भावः स्वीक्रियते. तत्र अचः परस्मिन् पूर्वविधौ इत्यस्य कार्यं निषिद्धं न भवति, स्थानिवद्भावः क्रियते, स्वीक्रियते तत्र. किन्तु मम एक प्रश्नः आसीत् तत्र स्थानिवदादेशो नल्विधौ इत्यनेन अपि भवितुम् अर्हति वा इति मम किञ्चित् भवति. चिन्तनं करोतु, तत्र स्थानिवदादेशो नल्विधौ इत्यनेन भवति वा? अत्र अ इति अस्ति खलु, प्रतिदिवन् इति अस्ति, अ इति अस्ति, अ इति अत्र अत्र हलीच इत्यस्य कार्यार्थम् अकारः अपेक्षितः वा? हलिश इति न, लोपो व्योर्वलि वकारलोपस्य कृते. क्षम्यताम्, लोपो व्योर्वलि इत्यस्य विषये पृच्छति खलु. लोपो व्योर्वलि इत्यत्र वकारः, वकारस्य अनन्तरम् अकारः, तर्हि लोपो व्योर्वलि इति सूत्रस्य कार्यार्थं तत्र किम् अकारः अपेक्षितः वा? न अपेक्षितः, न अपेक्षितः. अतः विधिः कीदृशविधिः लोपो व्योर्वलि इति विधिः? अनल्विधिः भवति. अनल्विधिः, अनल्विधौ तु स्थानिवद्भावः भवेत्, भवेत् खलु. स्थानिवद्भावः भवति चेत् तत्र लोपोव्योर्वलि कार्यं करोति वा? स्थानिवद् भवति चेत् लोपोव्योर्वलि इत्यस्य कार्यं न भवति, तर्हि वलोपः न भवति. हा, वलोपः न भवति इति तत्र निषेधकार्यमस्ति खलु, अशास्त्रीयमस्ति. परन्तु वलोपः न इष्टमेव खलु, वलोपः वयं न इच्छामः, वलो व तत्र भवेत् एव. न न, तद्भवतु नाम वलोपं न इच्छामः इति तद्भवतु, परन्तु तत्र न पदान्तद्विर्वचने वरेयलोप इत्यत्र वलोपस्य विषये एव न उक्तम्, अतः इष्यते वा न वा इति प्रश्नः नास्ति. तत्र स्थानिवदादेशो अनल्विधौ इत्यनेन स्थानिवद्भावः भवितुम् अर्हति, अनल्विधिः अस्ति. यदि स्थानिवद्भावः भवति तदानीं लोपोव्योर्वल् इत्यस्य कार्यं निषिद्धं भवति इति कृत्वा यत्र अभावकार्यमस्ति तत्र स्थानिवतादेशो अनल्विधौ इत्यनेन स्थानिवद्भावः न भवितुम् अर्हति, अतः तत्तु औट् आफ् पिक्चर्, स्थानिवतादेशो अनल्विधौ इति औट् आफ् पिक्चर्. तर्हि इदानीम् अतः परस्मिन् पूर्वविधौ इत्यस्य चिन्तनं कुर्मः चेत् तत्र निषेधकं किमपि नास्ति, निषेधकसूत्रमेव नास्ति वलोपस्य विषये इति कृत्वा स्थानिवद्भावः अवश्यं भवति. अतः परस्मिन् पूर्वविधौ इत्यनेन स्थानिवद्भावः अवश्यं भवति, यतोहि पूर्वविधिः अपि अस्ति. तर्हि भवति चेत् लोपोव्योर्वलि इत्यस्य कार्यं न भवति. स्थानिवदादेशो नल्विधौ इत्यस्य अपि इत्यस्य एव प्रश्नः, यतोहि वलोपस्य निषेधः भवति, वयं तु वलोपनिषेधः एव इच्छामः. तर्हि भवतु नाम किमर्थं किं अशास्त्रीयम् इति वद, वयं शास्त्रस्य सूत्रस्य तत्र अप्रवृत्तिः इति वयं पठितवन्तः पूर्वं. तर्हि अत्र लोपोव्योर्वलि इत्यस्य अप्रवृत्तिः न भवेत् एव लोपोव्योर्वलि इति तद् भवतु भगिनी, तद्भवतु, तद् इष्यते इति तत् भवतु, परन्तु सूत्रस्य विवक्षा का? तत्र केन, तत्र किं चिन्तयित्वा पाणिनिना सूत्रं विरचितम्? तत्र पाणिनिना किं किमर्थं सूत्रं विरचितं स्थानिवतादेशो अनल्विदौ इत्युक्ते यत्र कुत्रापि भवतु नाम स्थानिवतादेशो अनल्विदौ इत्यनेन सूत्रस्य प्रवृत्तिः स्यात् न तु निषेधः यत्र निषेधः क्रियते तत्र अशास्त्रीयम् इति उच्यते अस्माभिः वलोपः इष्यते वा न वा इति भिन्नवार्ता इष्यते वा न वा इति भिन्नवार्ता परन्तु यत्र कुत्रापि निषेधः क्रियते तदानीं स्थानिवतादेशो अनल्विदौ इत्यनेन न भवति यतोहि किमर्थं रचितं पाणिनिना तत् सूत्रं किमर्थं रचितम् इति चेत् यत्र प्रवृत्तिः भवेत् स्थानिवद्भावेन सूत्रस्य प्रवृत्तिः स्यात् परन्तु यत्र निषेधः भवति तत्र स्थानिवद्भावः न स्वीक्रियते अशास्त्रीयम् इति उक्तम् अशास्त्रीयम् इत्युक्ते तदर्थं शास्त्रं न निर्मितम् इति कृत्वा वलोपः इष्यते वा न वा इति भिन्नवार्ता तत् न चितव्यम् अस्माभिः इष्ट वा न इष्ट वा अनिष्टः वा इति अनिष्टः वा इति अत्र तस्य प्रसङ्गः नास्ति खलु अत्र निषेधस्य विषये अस्माभिः चिन्तितम् ओ किमर्थं सूत्रं रचितं किमर्थं निषेधः क्रियते इति चेत् ओ अत्र वलोपः इष्यते वलोपः न इष्यते इति कृत्वा सूत्रं रचितम् इति तद् तत्र वयं चिन्तितवन्तः किमर्थं तत्र निषेधः कृतः इति चेत् ओ अत्र रूपसिद्धिः न भवति इति कृत्वा निषेधः कृतः अत्र रूपसिद्धिः न भवति इति परन्तु स्थानिवतादेशो अनल्विदौ इत्यत्र तथा नास्ति खलु तथा नास्ति तथा नास्ति अतः तत्र तादृशचिन्तनं नास्ति अशास्त्रीयम् इति सर्वत्र निषेधः भवति चेत् अशास्त्रीयं तावदेव अस्तु अस्तु अस्तु भगिनि समीचीनं तर्हि अत्र स्थगनं कुर्मः अन्य कोऽपि प्रश्नः वा समयः अतीतः क्षम्यताम् धन्यवादः भगिनि धन्यवादः नमस्कारः धन्यवादः भगिनि नमस्कारः नमस्कारः धन्यवादः धन्यवादः नमस्कारः